अद्यतनविषयः भवति रूपस्य लक्षणे दलसार्थक्यम् अपि च अन्ये ग्राह्ययुक्तलक्षणवाक्यानि च इति. तर्हि केन केन आगतम् इदानीं? जयन्ती अस्मि भगिनी. नमस्ते. नमस्ते भगिनि. लक्ष्मी अस्तु. लक्ष्मी भगिनि अस्तु. अत्र रूपस्य लक्षणवाक्यमस्ति चक्षुर्मात्र ग्राह्यो गुणो रूपम् इति. चक्षुर्मात्र ग्राह्यो गुणो इत्यस्मिन् वाक्ये दलत्रयं वर्तते. प्रथमदलमस्ति चक्षुर्ग्राह्य इति. द्वितीयमस्ति चक्षुर्मात्रग्राह्यः इति. तदनन्तरं गुणः इति तृतीयदलम्. तथा एव त्रीणि दलानि सन्ति रूपस्य लक्षणवाक्ये. चक्षुर्मात्र चक्षुर्ग्राह्यः इत्यस्य विवरणम् अस्ति द्विसप्ततितमे पुटे पश्यन्ति चेत् तत्र एकं चित्रमस्ति. द्विसप्ततितमे पुटे यच्चित्रमस्ति तदस्ति चक्षुर्ग्राह्यरूपम् इत्यस्य विवरणम्. चित्रं वाक्यरूपेण वदामश्चेत् तत्र अग्रिमे पुटे रूपलक्षणे दलसार्थक्यम् इत्यस्मिन् विभागे प्रथमदलस्य विवरणम् अस्ति. इदं चित्रम् अनुसृत्य एव वाक्यं रचितमत्र. चक्षुरिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षनिष्ठविषयितानिरूपितविषयतावत्वम् इति अस्ति रूपलक्षणे प्रथमदलम्. अपि च रूपलक्षणे द्वितीयदलं किम् इत्युक्ते चक्षुर्मात्रग्राह्यम् अथवा चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति द्वितीयं दलम्. तस्य दलस्य चित्रमस्ति त्रिसप्ततितमे पुटे यद् चित्रमस्ति तस्य विवरणत्वेन तत्र वाक्यमपि अस्ति चक्षुरितर इन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयितानिरूपितविषयत्वाभावः इति द्वितीयं लक्षणम्. विषयत्व भिन्न इन्द्रियग्राह्य प्रत्यक्षविषयत्वाभावः इति द्वितीयदलमस्ति रूपस्य लक्षणवाक्ये. तृतीयं तु गुणत्वम् इति वयं जानीमः एव. तर्हि अधुना प्रथमवारं वयं पश्यामः यत् लक्षणवाक्ये त्रीणि दलानि सन्ति. एतावता दलद्वयं तु परिचितमेव. तादृशः सन्दर्भः परिचितः एव. वायोः लक्षणे रूपरहितत्वे सति स्पर्शवत्वम् इति दलद्वयमासीत्. अत्र चक्षुर्मात्रग्राह्यो गुणोरूपम् इत्यस्मिन् दलत्रयं चक्षुरिन्द्रियग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अपि च गुणत्वम् इति. अस्तु, अग्रे गत्वा दलत्रयस्य आवश्यकता का इति परिशीलयामः. किञ्चित् वयं दृष्टवन्तः अपि गते सप्ताहे एव. अद्य किञ्चित् पुनरावर्तनं कृत्वा अग्रे सरेम दलत्रयस्य सार्थक्यं कथं भवति इति. अन्य केनापि आगतं वा? अन्येन माला कोऽपि भगिनि? अस्तु, माला भगिनी. अनन्तरं अन्य कोऽपि? जनद्वयेन आगतम् इति मन्ये यदा वयं यदा अहं वदन्ती आसं तदा. भगिनी, अहं सरला अस्मि. अहम् अन्यस्थले अस्मि. सो म्यूट् करोमि. अस्तु अस्तु, केवलं शृणोति इति वा? सरला भगिनि. अस्तु अस्तु. रूपस्य लक्षणे त्रीणि दलानि सार्थक्यम् इति पश्यामः. तत्र दलसार्थक्यस्य सन्दर्भे वयं तत्र दृष्टवन्तः यत् तत्र षट् प्रकाराः सन्ति. षट् प्रकाराः नाम षट् सम्भावनाः सन्ति. प्रथमः प्रकारः अस्ति केवलं प्रथमदलम् इति एकः प्रकारः, केवलं द्वितीयदलम् इति द्वितीयः, केवलं तृतीयं दलम् इति तृतीयः प्रकारः. तदनन्तरं चतुर्थः प्रकारः भवति प्रथमद्वितीयदलस्य मेलनं. प्रथमम् अपि च द्वितीयं दलम् उभौ अपि स्वीकृत्य तत्र तलसार्थक्यं भवति. तथा एव पञ्चमः प्रकारः आसीत् प्रथमतृतीयदलस्य स्वीकारः, तदनन्तरं द्वितीयतृतीयदलस्य स्वीकारः इति षष्ठः प्रकारः. इदानीं क्रमेण गच्छेम. प्रथमप्रकारः इति भवति चेत् अथवा केवलं प्रथमदलस्य स्वीकारः भवति चेत् रूपस्य लक्षणे तदा कीदृशः दोषः भवति इति राजेन्द्रमहोदय किञ्चित् वदति वा? पठामि वा केवलं वदामि एव? केवलं वदतु महोदय, केवलं पुनरावर्तनरूपेण कुर्मः प्रथमत्रयः प्रकारान्. प्रथमदल यदा प्रथमदलः अस्ति चक्षुर्ग्राह्य तत् अस्ति तत् किम् अस्ति तद् वाक्यम् अस्ति चक्षुर् इन्द्रियनिष्ठ जनकता निरूपित जन्यता आश्रय प्रत्यक्षनिष्ठ विषयिता निरूपित विषयतम् एव लक्षणम् अस्तु चेत्, परन्तु तत् किम् अस्ति यथा तथा वदामः, तथा यदा चक्षुषः किमपि पश्यामः तत्र रूपं तु पश्यामः, परन्तु तत्र अन्यदपि किमपि द्रष्टुं शक्नुमः, यथा घटमपि द्रष्टुं शक्नुमः, तथा तत् अतिव्याप्तिः अस्ति. चक्षुषेन वयं न केवलं रूपं परन्तु अन्यत् अपि पदार्थ यत् अस्ति तदपि द्रष्टुं शक्नुमः. तत्कारणात् यदि वदामः चक्षुर्ग्राह्य तथा तु किञ्चित् अतिव्याप्तिदोषः अस्ति. यदा रूपं पश्यामः परन्तु अन्यत् अपि किमपि द्रष्टुं शक्नुमः, अतिव्याप्तिः अस्ति. यथा घटः तु हस्तेन अपि त्वचा सह वयम् तत्तु द्वितीयप्रकारे आगच्छति. परन्तु अत्र मुख्यः विषयः कः? अतिव्याप्तिः कुत्र अस्ति? भवता उक्तमेव सम्यक्तया. घटे अस्ति अतिव्याप्तिः. हा, सम्यक् अस्ति. घटे वा अथवा अन्येषु पदार्थेषु यत्किमपि चक्षुषा गृह्यते तत्र अतिव्याप्तिः भवति. महोदयेन यथा उक्तं, चक्षुषा केवलं रूपम् इति न, अपि तु द्रव्यम् अथवा कश्चन पदार्थः अपि यद् दृष्टः तदपि गृह्यते इति कृत्वा प्रथमदलस्य स्वीकारेण तत्र अतिव्याप्तिः भवति. घटाधौ अतिव्याप्तिः. अनन्तरं केवलं द्वितीयदलम् इति अखिला भगिनी किञ्चित् वदति वा तत्र? आं भगिनि, तत्र चक्षुर्भिन्न इन्द्रियनिष्ठजनकतानिरूपितजन्यत आश्रय प्रत्यक्षनिष्ठ विषयितानिरूपितविषयत्व अभावः इति तत्र भवति. इत्युक्ते यत् चक्षुर्भिन्न इन्द्रियेण यत् ज्ञानं प्रत्यक्षं भवति तद् इति. तथा वदामः चेत् तत्र घटे तु अतिव्याप्तिः न भवति, परन्तु यत् अतीन्द्रियः अस्ति अतीन्द्रिय भगिनि महोदयेन यद् यः अंशः उक्तः अन्ते तत् किञ्चित् वदति वा? घटे किमर्थम् अतिव्याप्तिः न भवति? तत्र घटे किमर्थम् अतिव्याप्तिः न भवति इत्युक्ते तत्र चक्षुर्भिन्न अन्ये इन्द्रियेण तत्र स्वकेन्द्रियेण प्रायः तत्र घटं तत्र घटं स्पर्शनं कृत्वा तत्र घटमस्ति इति ज्ञातुं शक्नुमः. तर्हि तत्र घटे तु तत्र अतिव्याप्तिः न भवति तदर्थं तत्र यदा चक्षुर्भिन्न इति वदामः चेत्, परन्तु तत्र अतीन्द्रियेण यत् प्रत्यक्षं भवति तत्र यथा गुरुत्वम् इति वदामः चेत् तत्र गुरुत्वम् इति तत्र अनुमानं कृत्वा यद् ज्ञानं प्रत्यक्षं भवति तत्तु इन्द्रियजनकं ज्ञानं नास्ति. तर्हि तत्र चक्षुर्भिन्न इन्द्रिय इन्द्रियेण तत्र विषयभावः इति वदामः चेत् तत्र गुरुत्वं तु तथा भवति, तर्हि तत्र गुरुत्वे अतिव्याप्तिः भवति, तर्हि तत्र द्वितीयदलं केवलं द्वितीयदलमपि स्वीकुर्मः चेदपि तत्र यतोहि तत्र घटस्तु अतिव्याप्ति निवारणं भवति, परन्तु अन्यस्थलेषु अतिव्याप्ति आयाति। बहु सम्यक् अस्ति, तथैव अस्ति। द्वितीयदलमस्ति चक्षुर्भिन्नेन्द्रिय ग्राह्यम् इति यद्भवति तस्य अभावः, तस्य स्वीकारेण यथा भगिन्या उक्तं घटे तु अभावः अतिव्याप्तिः निवारितः, परन्तु गुरुत्वमिति कश्चन गुणः अस्ति, सः गुणः केनापि इन्द्रियेण न गृह्यते इति कृत्वा केवलं द्वितीयदलस्य स्वीकारेण गुरुत्वे अतिव्याप्तिः इति अस्ति। अत्र सर्वैः बुद्धं वा अथवा कोऽपि प्रश्नः अस्ति अधुना? भगिनि गुरुत्वे इत्युक्ते किं, तत् न अवगच्छामि सम्यक् रीत्या। गुरुत्वम् इति एकः गुणः महोदय, चतुर्विंशतिगुणेषु एकः गुणः अस्ति गुरुत्वम् इति। गुरुत्वम् इत्युक्ते ग्राविटि इत्येव, अत्रापि उक्तम् आद्य पतन असमवायि कारणं कारणरूपं गुरुत्वम् इति। तर्हि गुरुत्वं केनापि इन्द्रियेण न गृह्यते, केवलं यथा भगिन्या उक्तम् अनुमानेन एव ज्ञातुं शक्नुमः गुरुत्वम् अस्ति इति, किल तथैव अस्ति खलु? न, लक्षणवाक्यं वा न वा न जाने, परन्तु अत्र द्वितीये प्रकारे, द्वितीयः प्रकारः इति एकः परिच्छेदः अस्ति खलु, तत्रैव अस्ति मध्ये पश्यति चेत् तथा हि आद्यपतन असमवायि कारणरूपं गुरुत्वम् इति। प्रायः न लक्षणवाक्यवत् न, अपि च गुरुत्वम् अत्र अग्रे पश्यन्तु, गुरुत्वं न केनापि इन्द्रियेण ज्ञातुं शक्यम्, अतः एव गुरुत्वे चक्षुर्भिन्नेन्द्रियप्रत्यक्षविषयत्वस्य अभावः अस्ति इति कृत्वा गुरुत्वे अतिव्याप्तिः भवति केवलं द्वितीयदलस्य स्वीकारेण इति। बुद्धं वा राजेन्द्रमहोदय अत्र? कथम् अतिव्याप्ति भवति गुरुत्वे चक्षुर्मात्रे यदा वदामः, न केनापि इन्द्रियेण तत् ज्ञातुं शक्नुमः, तथा कथम् अतिव्याप्ति भवति, दोषः भवति? अत्र अहं न अवगच्छामि। अस्तु अस्तु वदामि अहं, तत्र प्रथमदलः इत्युक्ते किं, चक्षुर्ग्राह्यम् इति, तत्तु अवगच्छति एव भवान्, चक्षुर्ग्राह्यं घटः अपि अस्ति केवलं रूपं न, तर्हि रूपे घटे अतिव्याप्तिः, तत्तु अवगच्छति खलु? द्वितीयमस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यम् इत्युक्ते चक्षुं विहाय, चक्षुविहाय अन्य इन्द्रियेण यद् किं यद् न गृह्यते, अस्तु तादृशलक्षणं घटे अस्ति वा? नास्ति खलु, भवता एव उक्तं त्वचा अपि गृह्यते घटः, तर्हि चक्षुर्भिन्नेन्द्रियः अस्ति त्वक् तेन गृह्यते घटः, परन्तु गुरुत्वस्य विषये अधुना चिन्तयतु, चक्षुर्भिन्नेन्द्रियेण गुरुत्वं गृह्यते वा? न, केनापि इन्द्रियेण न गृहीतुं शक्नुमः। केनापि इन्द्रियेण न ग्रहीतुं शक्नुमः इति कृत्वा यदा वयं वदामः चक्षुर्भिन्नेन्द्रियेण न गृह्यते तदा अस्तु इत्येव अस्ति विषयः, केवलं द्वितीयप्रकारः, तत्र गुरुत्वे अतिव्याप्तिः। इदानीं तृतीयः प्रकारः कः, अजितमहोदय वदति वा? महोदय अस्ति किम्? आम् भगिनि, गुणत्वं रूपस्य लक्षणम् इति तृतीयप्रकारः। तदा किं भवति? केवलं गुणत्वम् इत्येव वदामश्चेत्, यथा भवता उक्तम् इति अधुना गुणत्वं रूपस्य लक्षणम् इति केवलं गुणत्वं वदामश्चेत् तत्र अतिव्याप्तिः कुत्र भवति? अतिव्याप्तिः द्रव्य तत् तृतीयं प्रकारं पठतु एकवारं केवलं. केवलं गुणत्वमेव लक्षणमस्तु चेत् इयं गुणत्वजातिः रसादिगुणेषु वर्तते इति रसादौ सर्वत्रैव अतिव्याप्तिः इतः. इदानीं तृतीयं प्रकारस्य केवलं गुणत्वमेव लक्षणमस्तु चेत् इदानीं तर्हि मम प्रश्नः अस्ति अतिव्याप्तिः कुत्र इति. तर्हि तदा किं परिशीलनीयं भवति इत्युक्ते गुणत्वम् इति यद् अस्ति, जातिः, या जातिः अस्ति, सा जातिः कुत्र कुत्र वर्तते? सा जातिः सर्वेषु सर्वत्र रसादि रसादिगुण गुणेषु रसादिगुणेषु नाम सर्वेषु गुणेषु सर्वेषु गुणेषु आम् अस्तु. केवलं रसः आदि इति उक्तं, यतोहि गुणस्य तत्र वाक्यमासीत् खलु, उद्देश तत्र विवरणवाक्ये रूपरसगन्ध इत्यादि इति आसीत्, तदर्थं रसादिगुणेषु इति उक्तं, नाम सर्वेषु गुणेषु गुणत्वजातिः वर्तते एव. तर्हि अतिव्याप्तिः कुत्र भवति? अतिव्याप्तिः गुणे गुणे एव भवति खलु. अतिव्याप्तिः अपरेषु गुणेषु भवति एव. अस्तु, रूपे गुणत्वम् इति या जातिः अस्ति, सा एव जातिः रसे अस्ति, गन्धे अस्ति, स्पर्शे अस्ति, यतोहि ते सर्वे गुणाः इति कृत्वा केवलं गुणत्वम् इति स्वीकुर्मश्चेत् तत्र अतिव्याप्तिः भवति सर्वेषु गुणेषु इति. बुद्धं वा महोदय? बुद्धम्. अस्तु, अग्रे भगिनि, तत्र अवच्छिन्नः भिन्नः भविष्यति खलु? अवच्छिन्नः भिन्नः अस्ति, किन्तु एवं चिन्तयतु, रूपम् इति स्वीकुर्मश्चेत् तत्र कति जातयः भवन्ति? रूपत्वं गुणत्वम् इति तु सत्यम्. अस्तु, इदानीं रसः इति स्वीकुर्मश्चेत् तत्र काः जातयः भवन्ति? रसः स्वीकुर्मः चेत् तदपि गुणत्वं. गुणत्वं तु अवश्यम् अस्ति एव, रसत्वं तु अस्ति, परन्तु गुणत्वम् अपि अस्ति रसे खलु, तथैव स्पर्शः अपि, तथैव गन्धः अपि. तर्हि गुणत्वम् इति केवलं रूपस्य लक्षणम् इति वक्तुं शक्नुमः इति प्रश्नः. तथा न यतोहि गुणत्वम् अपि रसे, गन्धे, सर्वेषु गुणेषु अस्ति इति कृत्वा केवलं गुणत्वम् इति वदामश्चेत् गुणेषु अतिव्याप्तिः इति. बुद्धं वा? अस्तु, इदानीम् एकमेकं भगिनि एकः प्रश्नः अस्ति. यदि गुणत्वं रूपत्वं द्वौ भिन्नः अस्ति. सत्यं भगिनि, गुणत्वम् इति एवं चिन्तयतु, पूर्वस्मिन् कुत्रचित् पूर्वम् अपि पठितवन्तः खलु, पराजातिः, अपराजातिः इति. बृहती जातिः यदस्ति तदस्ति गुणत्वम्, परन्तु रूपत्वं, रसत्वम् इत्यादयः तु लघु लघु जातयः. रूपत्वम् अपि जाति अस्ति. सत्यं, गुणत्वं रूपत्वं भेदः किं? गुणत्वम् इति जातिः सर्वेषु गुणेषु अस्ति. अस्तु, परन्तु रूपत्वं केवलं रूपे, रसत्वं केवलं रसे, स्पर्शत्वं केवलं स्पर्शे, तथा अस्ति. अस्तु अस्तु, धन्यवादः. अस्तु, हा, चिन्ता नास्ति. इदानीं भगिनि, गुणत्वं रूपे अपि अस्ति, गुणे अपि अस्ति. आमां, गुणः इति यदा वदामः तत्र गुणत्वम् अवश्यम् अस्ति. रूपः एकः गुणः, तर्हि रूपे अपि गुणत्वम् इति अस्ति. सर्वेषु गुणेषु गुणत्वम् अस्ति, परन्तु भिन्नजातिः. यत् गुणत्वं रसादिषु अस्ति, ते सर्वे भिन्नजातिः इति. न न न, तथा नास्ति महोदय. गुणत्वम् इति यः जातिः अस्ति, जातिः सर्वेषु गुणेषु, रसादिषु अस्ति, रूपे अपि अस्ति. परन्तु यत् गुणं रूपे अस्ति, अन्ये रसे अपि अन्यगुणत्वम् अस्ति, परन्तु मम न तथा नास्ति. अन्यगुणत्वम् इति न, एकः एव गुणत्वजातिः सर्वेषु गुणेषु वर्तते. गुणः इति गुणः सर्वेषु द्वितीयपुटे अस्ति किल, तत्र गुणः यत् पृथिवी, जले, तेजे, सर्वेषु गुणः अस्ति. द्रव्येषु गुणः अस्ति, आम्. सर्वेषु द्रव्येषु गुणः अस्ति. अस्तु, तत्र प्रश्नः कः? प्रश्नः कः? गुणेषु, परन्तु तेषु तेषां भिन्नः भवति वा न वा इति मम प्रश्नः. न, गुणत्वम् इति यद्भवति जातिः, सा जातिः भिन्ना नास्ति, परन्तु रूपत्वं रसत्वम् इति यदा वदामः तत्तु भिन्नभिन्नं भवति. भगिनि, एवं वक्तुं शक्नुमः, रूपत्वं रसत्वं तत् किञ्चित् सब् केटेगरीस् तथैव अस्ति, तथैव अस्ति. केवलम् अधुना पुनरावर्तनरीत्या वदामि, परन्तु अनन्तरं पठन्तु, पुनःस्मरणं भवति. नवमे पुटे अपि च दशमे पुटे पश्यन्ति चेत् परमपरं चेति द्विविधं सामान्यम् इति एकः भागः अस्ति. नवमे पुटे पश्यन्तु, तत्र इदमेव उक्तम् अस्ति. इदानीं द्रव्यत्वम् इति बृहज्जातिः, द्रव्यत्वे पुस्तकम् इति लघुजातिः, परन्तु पुस्तके द्रव्यत्वमपि अस्ति, पुस्तकत्वमपि अस्ति. पुस्तके पुस्तकत्वमपि अस्ति, पृथ्वीत्वम् अपि अस्ति. तथैव नीलरूपम् इति अत्र लिखितं खलु, तदपि गुणः अस्ति. नीलरूपे नीलत्वं, रूपत्वं, गुणत्वम् इति जातयः सन्ति खलु, तत्र गुणत्वम् इति बृहज्जातिः, रूपत्वम् इति एषः भागः तदेव अस्ति, सः एव विषयः अस्ति तत्र. परमपरम् इति द्विविधं सामान्यम् इति. अस्तु, अग्रे सरेम वा? अस्तु, तर्हि हा, इदानीं पृथक्तया एकम् प्रकारं स्वीकृत्य मिलितवन्तः यत् तत्र कुत्रचित् अतिव्याप्तिः भवत्येव इति. अग्रे गत्वा दलद्वयं मिलित्वा स्वीकार किम् अभवत्? रक्षा भगिनी प्रायः तस्याः लैन् कट् अभवत् इति मन्ये. आम् आं भगिनि. श्रूयते वा? हरि ओम्. अस्तु हा, इदानीं दलद्वयम् आदाय कुत्र भवति अतिव्याप्तिः इति परिशीलयामः. तर्हि गोपालमहोदय अग्रे किञ्चित् पठति किम्? इतः दलद्वयम् आदाय स्थितयामः. प्रथमदलं द्वितीयदलम् आदाय चिन्तयामः चेत् चक्षुरिन्द्रियनिष्ठजनक जनकतानिरूपितजन्यताश्रय प्रत्यक्षविषयत्वं चक्षुर्भिन्नेन्द्रिय तत्र योजनं चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षविषयत्वभावः इति दलद्वयमेव अस्तु लक्षणमिति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः रूपत्वे प्रथमदल उपयुज्य केवलं चक्षुरिन्द्रियेण ग्राह्यते रूपं चक्षुरिन्द्रियेण अपि च अन्य इन्द्रिये अपि ग्राह्यते रूप दल द्वितीयप्रकारम् उपयुज्य तत्र रूप अतिव्याप्ति निवारणं भवति परन्तु अन्य गुणनिवारणं न भवति. न न महोदय अत्र वदतु प्रथमदलं किम् अस्ति? प्रथमदलं चक्षुरिन्द्रियनिष्ठ जनकतानिरूपित निरूपितजन्यताश्रय प्रत्यक्षविषयत्वं. हा अस्तु, द्वितीयदलं किं किमस्ति? चक्षुर्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रय प्रत्यक्षविषयत्व अभावः. अस्तु, एते दल एते द्वे दले रूपे रूपे स्तः वा? एते दलद्वयं रूपे अस्ति वा न वा? रूपे अस्ति, रूपे रूपे तु दलद्वयम् अस्ति. तदनन्तरम् एतद् दलद्वयम् अन्यत्रापि अस्ति, तद् कुत्र? अन्यत्र गुणेषु अपि गुणेषु न, वाक्यं पठतु. हा, इति एतद् दलद्वयमेव, वाक्यं पूर्णतया पठतु. इति एतद् दलद्वयमेव अस्तु लक्षणमिति चेत् रूपे विद्यमाना या रूपत्वजातिः तस्याम् अतिव्याप्तिः. तस्य अर्थः कः? अस्तु लक्षणमिति लक्षणम् इति वदामः चेत् एतद् दलद्वयम् एव, एतद् दलद्वयमेव लक्षणम् इति वदामश्चेत् कुत्र अतिव्याप्तिः भवति? विद्यमाना या रूपत्वज्वालिः कुत्र? रूपत्वं पूर्वं यत् रूपत्वं नाम अत्र प्रश्नः उदेति. अस्तु, प्रथमदलं द्वितीयदलं चक्षुर्मात्रग्राह्यत्वं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति दलद्वयं मिलित्वा लक्षणवाक्यं वदामश्चेत् तत्र तादृशं दलद्वयं केवलं रूपे इति न, परन्तु रूपत्वे अपि अस्ति इति बुद्धं वा? यतोहि चक्षुषा केवलं रूपम् इति न गृह्यते, परन्तु रूपत्वम् इति अपि गृह्यते, खलु? घटं यदा वयं पश्य घटः एव न, घटत्वम् अपि गृह्यते इति अस्ति, तथैव अस्ति. तथैव रूपं रूपस्य ग्रहणेन रूपत्वजातिः अपि चक्षुषा गृह्यते. रूपम् इति विहाय रूपत्वम् इति जातिः वदामः चेत् तस्य अतिव्याप्तिः भवति दलद्वयस्य स्वीकारेण, केवलं प्रथमदल द्वितीयदलस्वीकारेण अतिव्याप्तिः भवति, रूपत्वजात्याम् अतिव्याप्तिः भवति, जात्याम् अतिव्याप्तिः भवति. किमर्थम् इति अग्रे उक्तं. तथा हि यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तत् तत् वृत्तिरूपत्वजातिरपि गृह्यते न हि सा चक्षुषा इतरैः ग्राणादिभिः इन्द्रैः ज्ञातुं शक्या तत्र तथा च तस्यां जातौ प्रथमतलं चक्षुर्ग्राह्यत्वं वर्तते एवं चक्षुर्भिन्नेन्द्रियेन्द्र अग्राह्यत्वरूपं द्वितीयं दलमपि अस्ति अतः रूपस्य अतिव्याप्तिः तत् अनावगतं यथा घटे विद्यमानं रूपं चक्षुरिन्द्रियेण गृह्यते तथा तत् वृत्तिरूपत्वजातिः अपि गृह्यते तत् न जानामि तत् वृत्तिरूपत्वम् इत्युक्ते किं तद्वृत्ति कुत्र वृत्ति घटे वृत्ति न रूपत्वे रूपे वृत्ति अहं प्रयत्नं करोमि वा भगिनि अस्तु अस्तु वदतु भगिनि जयन्ती भगिनी खलु आम् आम् वदतु भगिनि अस्तु अत्र तु दीयते यत् प्रथमं चित्रं स्वीकुर्मः चेत् तत्र रूपम् इति अस्ति विशेषताश्रयत्वं रूपे अस्ति इति तत्र रूपस्य स्थाने रूपत्वम् इति स्थापयामः चेत् अपि सत्यमेव एतत् लक्षणवाक्यं चक्षुर् इन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं निष्ठविषयिता निरूपिता विषयताश्रयः रूपत्वम् इति तादृशमेव द्वितीयचित्रे अपि रूपस्य स्थाने रूपत्वं स्थापयामः चेत् अपि इन्द्रियैः अग्राह्यत्वं विषय तत् सा विषयता अभावः रूपत्वे अपि अस्ति अतः रूपत्वे अतिव्याप्तिः अस्ति इति भगिनि आम् आमां सत्यमेव सम्यक्तया उक्तं गोपालमहोदय अवगच्छति वा किञ्चित् अधुना भगिन्या यथा उक्तं पूर्वस्मिन् पुटे चित्रद्वयमस्ति खलु तत्र रूपस्य स्थाने रूपत्वम् इति स्थापयतु तदा यद्वाक्यं भवति तदेव वाक्यं रूपत्वविषये अपि सत्यं भवति इति कृत्वा रूपत्वजात्यां प्रथमदलं नाम चक्षुर्ग्राह्यत्वम् अपि च द्वितीयदलं चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वं तलद्वयमपि अस्ति तर्हि रूपत्वे व्याप्तिः अस्तु अत्र कोऽपि प्रश्नः वा न अस्तु तर्हि अग्रे जयन्ती भगिनी एव पठतु अग्रे आम् प्रथम तृतीय च दलम् आधाय इयम् अतिव्याप्तिः द्वितीयदलम् अपसार्य द्वितीयदलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलं तन्निवेशेन वार्यते यतोहि रूपत्वे चक्षुर्ग्राह्यत्वं यद्यपि वर्तते गुणत्वं न वर्तते गुणत्वस्य गुणेषु एव सत्वात् रूपत्वस्य जातित्वेन तत्र गुणत्व अभावात् अतश्च न रूपत्वे अतिव्याप्तिः अहं पुनः पठामि भगिनि प्रथम इत्युक्ते चक्षुरिन्द्रियेण ग्राह्यत्वं तृतीयदलं तु गुणः इयम् अतिव्याप्तिः द्वितीयदलम् अपसार्य तृतीयं यत् गुणत्वरूपं दलं तन्निवेशेन वार्यते क्रमशः गच्छतु इयम् अतिव्याप्तिः का अतिव्याप्तिः पूर्वस्मिन् पदच्छेदे अस्ति रूपत्वे अस्ति अतिव्याप्तिः इति वयं दृष्टवन्तः सा अतिव्याप्तिः प्रथमं तृतीयं दलं च स्वीकरणेन निवारयति इति निवार्यते इति एव अस्ति प्रथमतृतीयदलस्य स्वीकरणं नाम द्वितीयदलस्य अपसरणं निष्कासनं तदेव उक्तं द्वितीयदलम् द्वितीयदले गुणत्वम् इति अस्ति, गुणत्वरूपम् इति अस्ति, परन्तु रूपत्वे सना अस्ति वा? तदेव अस्ति, यतोहि इति पठतु द्वितीयवाक्यं. यतोहि रूपत्वे चक्षुर्ग्राह्यत्वं यद्यपि वर्तते, गुणत्वं न वर्तते. खलु प्रथमदलं किं? प्रथमदलं तु चक्षुर्ग्राह्यत्वं. प्रथमदलं तु चक्षुर्ग्राह्यत्वं वर्तते, वयं जानीमः रूपत्वे अस्ति, यत् रूपे अस्ति रूपत्वे अपि अस्ति चक्षुर्ग्राह्यत्वं. गुणत्वं तस्मिन् न वर्तते. रूपत्वे तु भिन्न रूपत्वम् इति भिन्नजाति अस्ति, गुणत्वं भिन्नजाति. गुणत्वम् एकनिमिष, रूपत्वम् इति जातिः अस्ति न तु गुणः. रूपत्वम् इति गुणः नास्ति, केवलं जातिः. तर्हि रूपत्वे गुणः गुणत्वजातिः न वर्तते. अस्तु, रूपत्वम् इति भिन्नगुणत्वं नास्ति, तदेव खलु? रूपत्वम् इति एकः जातिः अस्ति. गुणत्वं कुत्र वर्तते? केवलं गुणेषु, खलु? रूपत्वम् इति गुणः नास्ति. रूपत्वं स्वयम् एका जातिः. अस्तु अस्तु, गुणस्य गुणेषु एव सत्वात् गुणेषु. अस्तु, गुणत्वम् इति गुणेषु एव वर्तते. प्रश्नः भगिनि, रूपे गुणत्वम् अस्ति वा न वा? अस्ति महोदय, अस्ति. रूपे गुणत्वम् अस्ति, परन्तु रूपत्वे गुणत्वं नास्ति. यदा वयं त्वा प्रत्ययम् उपयुज्यते तत् भिन्नजातिः भवति. सत्यं, तदेव तदेव भ्रमः जातः. अस्तु, इदानीं बुद्धं वा? स्पष्टः स्यात्. अस्तु भगिनि, अग्रे. रूपत्वस्य जातित्वेन तत्र गुणत्व अभावात्. हाम्, इदानीं पुनः अत्र दीयते, रूपत्वे गुणत्वं नास्ति, गुणत्व अभावः अस्ति रूपत्वे. अतः च न रूपत्वे अतिव्याप्तिः. अस्तु, इदानीं बुद्धं खलु, अतिव्याप्तिः आसीत् प्रथमद्वितीयदलस्य स्वीकारेण, अधुना सा एव अतिव्याप्तिः निवारिता अस्ति, किल? हा, पूर्वस्मिन् परिच्छेदे महोदय चतुर्थः प्रकारः इति, प्रथमः द्वितीयदलस्य एव स्वीकारेण रूपत्वे अतिव्याप्तिः आसीत्, किल? इदानीं रूपत्व अतिव्याप्तिः निवारितवती. हा, सत्यं, रूपत्वे या अतिव्याप्तिः अस्ति तत्तु निवारितं प्रथमतृतीयदलस्य स्वीकारेण, यतोहि गुणत्वम् इति जातिः रूपत्वे नास्ति इति बुद्धं वा? उच्यतां प्रश्नः अस्ति, रूपत्वे गुणत्वं नास्ति किन्तु गुणत्वे रूपत्वम् अस्ति खलु? अस्तु महोदय, वदतु. गोपाल महोदय, गुणत्वे यदा वयं उपयुज्यामः चेत् गुणे गुणत्वमस्ति, रूपे रूपत्वम् अस्ति, परन्तु रूपत्वे गुणत्वं नास्ति, भिन्नजातिः. लक्ष्मी भगिन्याः प्रश्नः कः? रूपे गुणत्वम् अस्ति न वा इति, खलु? तत् अस्ति एव, रूपे गुणत्वं, रूपे गुणः अस्ति तस्मात् गुणत्वम् अस्ति. रूपम् इति गुणः, तर्हि रूपे गुणत्वम् अस्ति. बुद्धं वा लक्ष्मी भगिनि? भवती उत्तरम् अस्ति, रूपे गुणत्वम् अस्ति न तु रूपत्वे गुणत्वं नास्ति. भिन्नभिन्नजातिः, अतः रूपत्वे गुणत्वं नास्ति किन्तु रूपे गुणत्वम् अस्ति. सत्यं, इदानीं तथैव अस्ति. भगिनी गुणः इत्युक्ते धर्मः खलु, कोऽपि धर्मः? तथा नास्ति भगिनि. अत्र अस्माकं चर्चायां तु गुणः इति यदा वदामः तर्हि चतुर्विंशतिगुणाः ये निर्दिष्टाः आसन् ते एव. धर्मः इति शब्दः वदति चेत् तत्र सामान्यम् अथवा जातिः इति एव समीचीनं स्यात्. अस्तु अस्तु भगिनि. अस्तु, इदानीं तु अतिव्याप्तिदोषः निवारितः रूपत्वे, परन्तु केवलं प्रथमः द्वितीयः इति दलस्य स्वीकारेण पुनः अतिव्याप्तिः भवति. कुत्र अतिव्याप्तिः इति अग्रे अस्ति. अस्तु, लक्ष्मी भगिनी पठति वा? एवमपि इदानीं मनसि एकनिमिषं मनसि स्थापयन्तु, वयम् इदानीं किं पठन्तः स्मः? चतुर्थः प्रकारः खलु, क्षम्यतां, पञ्चमः प्रकारः. पञ्चमप्रकारः, हा क्षम्यतां, पञ्चमप्रकारः. प्रथमदलम् अपि च तृतीयदलम् इति पञ्चमः प्रकारः अस्ति. तेन रूपत्वे विद्यमान अतिव्याप्तिः निवारिता इति जयन्ती भगिन्या पठितं. तदनन्तरं पुनः अतिव्याप्तिः कुत्र भवति केवलम् एतयोः स्वीकारेण इति अग्रे अस्ति. लक्ष्मी भगिनी पठतु. अस्तु, एवमपि द्वि इन्द्रियग्राह्याः ये सङ्ख्यादयो गुणाः तेषु अतिव्याप्तिः, तथा हि भूतले द्वौ घटौ स्तः. कश्चित् चक्षुष्मान् मनुष्यः पृष्टः भूतले कति घटाः इति. सः चक्षुः व्यापार्य अवगच्छति ब्रूते च द्वौ घटौ इति. एवं च द्वित्वसङ्ख्या तेन चक्षुषा ज्ञाता. अपरश्च कश्चित् अन्धः पृष्टः भूतले कति घटाः इति. सः चक्षुर्व्यापारे असमर्थोऽपि हस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ स उपलभ्य तत्रत्यां द्वित्वसङ्ख्यां त्वक् इन्द्रियेण जानाति ब्रूते च द्वौ घटौ इति. अनेन इदम् अवगच्छामः यत् सङ्ख्या चक्षुरिन्द्रियेण इव त्वक् इन्द्रियेणपि गृह्यते. अत एव प्रथमतृतीयचक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्यैव निवेशे सङ्ख्यायाम् अतिव्याप्तिः. यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभविकं निरूपितं च. सा गुणः इति तत्र गुणत्वजातिः अपि वर्तते. अस्तु, प्रयत्नं करोमि. एकनिमिषः, कस्यचित् प्रश्नः आसीत् किल? अस्तु अस्तु भगिनि, वदतु. अस्तु अस्तु, इदानीं कुत्र अतिव्याप्ति अस्ति? यदि प्रथमतृतीय दलद्वयं स्वीकरेण कुत्र अतिव्याप्ति इति पश्यामः. यथा अत्र उदाहरणम् अस्ति भूतले द्वौ घटौ स्तः. कश्चित् यदि चक्षुष्मान् मनुष्यः पृष्टः चेत् सः चक्षुः उपयुज्य चक्षुः उपयुज्य गणनां कृत्वा द्वौ इति कथयति. अनन्तरं यदि अन्ध कोऽपि अन्धः पुरुषः अस्ति तं अस्तु भगिनि, एवं कुर्मः. एतस्य अन्धस्य सन्दर्भः अग्रे आगच्छति. अधुना इदं वदतु, सङ्ख्या इति गुणः अस्ति वा? आं, सङ्ख्या इति गुणः अस्ति. आं, तर्हि सङ्ख्या वयं चक्षुषा ज्ञातुं शक्नुमः वा? आं, ज्ञातुं शक्नुमः. अवश्यं ज्ञातुं शक्नुमः एव. तर्हि सङ्ख्यायां प्रथमदलं वर्तते वा न वा? प्रथमदलं चक्षुर्ग्राह्यत्वम् एव प्रथमदलं. सङ्ख्यायां चक्षुर्ग्राह्यत्वम् अस्ति एव. अपि च तृतीयदलं किमस्ति? तृतीयदलं गुणत्वम् इति अस्ति खलु. तर्हि कुत्र अतिव्याप्तिः भवति? सङ्ख्या यदि प्रथमदलम् एव स्वीकुर्मः चेत् संख्या इति गुणे अपि अतिव्याप्तिः भवति. केवलं प्रथमदलम् इति न, अस्माकं प्रसङ्गः अपि अस्ति अत्र, प्रथमदलं तृतीयदलं तृतीयदलम् आम्. एतयोः स्वीकारेण कुत्र अतिव्याप्तिः भवति? संख्यायां, संख्यायाम् इति गुणे अतिव्याप्तिः भवति. किमर्थं चेत् संख्या अपि एकः गुणः अस्ति, तत्तु चक्षुरिन्द्रियेण अपि ग्राह्यत्वम्, अतः चक्षुरिन्द्रियेण अपि ग्राह्यत्वम्, अपि च अन्य इन्द्रियेणपि ग्राह्यत्वम्. सत्यं सत्यं सत्यम्. इदानीं तद् विस्मरतु, अन्य इन्द्रियम् इति विस्मरतु. एवं च इति इतोपि एकवारं पठतु. एवं च, एवं च द्वित्वसंख्या तेन चक्षुषा ज्ञाता. अन्तिमवाक्यत्रयं पठतु अस्मिन् परिच्छेदे. एवं च प्रथमदलम्, एवं च प्रथमतृतीयचक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति चक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्यैव निवेशे संख्यायाम् अतिव्याप्तिः. किमर्थम् अतिव्याप्तिः? चक्षुर्ग्राह्यत्वम् एवं गुणत्वम् इति दलद्वयस्य एव निवेशे संख्यायाम् अतिव्याप्तिः. पूर्णतया न अवगतम् अत्र. इदानीं भवती जानाति एव प्रश्नस्य उत्तरं दत्तवती खलु, संख्यायां गुणत्वम् अस्ति वा? आम्, संख्यायां गुणत्वम् अस्ति. संख्यायां गुणत्वम् अस्ति आम्. अपि च संख्यायां चक्षुर्ग्राह्यत्वम् अस्ति वा? आम्, संख्यायां चक्षुर्ग्राह्यत्वम् अस्ति. तर्हि एते दलद्वये, केवलं रूपत्वे इति न, चक्षुर्ग्राह्यत्वं गुणत्वम् इति दलद्वयं केवलं रूपत्वेन, क्षम्यतां, केवलं रूपेण अपि तु संख्यायामपि अस्ति. तर्हि एतयोः दलयोः मेलनेन अपि कुत्रचित् अतिव्याप्तिः भवत्येव. सा अतिव्याप्तिः कुत्र? अन्यगुणनाम संख्यायाम् अस्ति. अन्यगुणेन इति न, केवलं संख्यायां. संख्या तादृशी गुणः अस्ति, तादृशः गुणः अस्ति यः चक्षुरिन्द्रियेण गृह्यते, अपि च तस्मिन् गुणत्वम् अपि अस्ति इति, तादृशः गुणः संख्या इति. तदर्थं संख्यायाम् अतिव्याप्तिः. अन्तिमभागं पठतु. यतः तस्याः चक्षुर्ग्राह्यत्वम् आनुभविकं निरूपितं च, सा गुणः इति तत्र गुणत्वजातिरपि वर्तते. संख्यायाम् इति अस्ति, संख्याविषये अतिव्याप्तिः तु अस्ति एव. अस्तु, अधुना संख्या द्वि इन्द्रियग्राह्यः इति उक्तं, तत् किञ्चित् पठतु. कश्चित् चक्षुमान् किमर्थं द्वि इन्द्रियग्राह्यं संख्या इति, कश्चित् चक्षुमान् ततः. अस्तु, अपरश्च कश्चित् अन्धः पृष्ठः भूतले कति गतः इति, सः चक्षुर्व्यापारे असमर्थो अपि हस्तौ पादौ वा चालयित्वा तत्र विद्यमानौ घटौ च उपलभ्य तत्रत्यां द्वित्वसंख्यां त्वक् इन्द्रियेण जानाति, ब्रूते च द्वौ घटौ इति. अनेन इदम् अवगच्छामः यत् संख्या चक्षुरिन्द्रियेण इव त्वक् इन्द्रियेण अपि गृह्यते. अस्तु भगिनि, इदानीम् उच्यतां संख्या द्वि इन्द्रियम् इति किमर्थम्? संख्या केवलं चक्षुरिन्द्रियेण न, चक्षुरिन्द्रियेणपि न ग्राह्यत्वं, किन्तु त्वक् इन्द्रियेणपि ग्राह्यत्वं भवति. अत्र उदाहरणं सम्यक्तया न श्रूयते. अस्तु, इदानीं अस्तु वदतु. इदानीं श्रूयते वा? श्रूयते, वदतु भगिनि. संख्या इति गुणः केवलं चक्षुरिन्द्रियेण अपि, केवलं चक्षुरिन्द्रियेण न, त्वक् इन्द्रियेणपि ग्राह्यत्वम्. उदाहरणमस्ति अत्र, यदि भूतले घटद्वयं स्तः, अन्धः पुरुषः अपि पादौ हस्तौ वा चालयित्वा त्वक् इन्द्रियेण गणनां कृत्वा द्वौ इति द्वौ इति कथयितुं शक्नोति. हा अस्तु, इति एव अस्ति. एतस्य महत्त्वम् अग्रे आयाति, परन्तु अत्र प्रमुखः विषयः अस्ति प्रथमदलं तृतीयदलम् इति स्वीकुर्मश्चेत् सङ्ख्यायाम् अतिव्याप्तिः. अपरं च तत्र सङ्ख्या इति द्वीन्द्रियं, यथा भगिन्या उक्तं, त्वचा अपि सङ्ख्यां गणयितुं शक्नुमः हस्तं वा पादं वा चालयित्वा इति. तर्हि बुद्धं वा एतावता कुत्र अतिव्याप्तिः? अस्तु अस्तु, तर्हि अग्रे माला भगिनी पठति वा? आं पठामि. तर्हि अस्तु, द्वितीयतृतीयदलयोरेव उपादानं चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वं गुणत्वं च द्वे दले, तथा सति सङ्ख्यायाः चक्षुर्भिन्न त्वग् इन्द्रियग्राह्यत्वम् एव अस्ति. भिन्न इन्द्रिय अग्राह्यत्वं नास्ति इति न अतिव्याप्तिः. दर्शितं च अन्धदृष्टान्तेन सङ्ख्यायाः त्वगिन्द्रियेण प्रत्यक्षम्. एवं च अस्तु इदं दलद्वयम्, एवमपि गुरुत्वे अतिव्याप्तिः. गुरुत्वम् अतीन्द्रियम् इति प्राग् उक्तम् एव, तथा च तत्र चक्षुर्भिन्न इन्द्रियं यत् त्वगिन्द्रियं तज्जन्य प्रत्यक्षविषयत्व अभावः वर्तते. एवं गुरुत्वं गुण इति गुणत्वरूपं तृतीयदलमपि वर्तते, अतः गुरुत्वे अतिव्याप्तिः. तद्वारणाय प्रथमदलमपि दातव्यम्. गुरुत्वे द्वितीयतृतीययोः दलयोः सत्त्वेऽपि आद्यं चक्षुर्जन्यप्रत्यक्षविषयत्वरूपं चक्षुर्ग्राह्यत्वं नास्ति इति न अतिव्याप्तिः. उच्यताम्. अहं प्रयत्नं करोमि. द्वितीयदलं तृतीयदलं स्वीकुर्मः. द्वितीयदलम् अस्ति चक्षुर्भिन्न इन्द्रिय अग्राह्यत्वम्, अपि च तृतीयदलम् अस्ति गुणत्वम्. अत्र सङ्ख्यायाः चक्षुर्भिन्न सङ्ख्याविषये यथा चक्षुषा ग्राह्यं भवति, तथा एव त्वगिन्द्रियेण अपि सङ्ख्यायां ग्राह्यत्वं भवति. अतः अतः किम्? अतः अतिव्याप्तिः वा? अतः तर्हि अत्र अतिव्याप्तिः न भवति खलु? सत्यं. किमर्थम् अतिव्याप्तिः न भवति? अस्तु, किञ्चित् तत्र वदामि वा भगिनि? तत्र चक्षुर्भिन्न इन्द्रिय ग्राह्यत्वम् अस्ति खलु. तत्र प्रथमं कश्चित् मनुष्यः यः द्रष्टुं शक्नोति सः तु दृष्ट्वा एव वक्तुं शक्नोति अत्र कति गताः सन्ति इति. परन्तु कश्चन अन्धः आगच्छति चेत् सः स्पर्शित्वा तत्र त्वगिन्द्रियेण स्पर्शयित्वा वक्तुं शक्नोति कति घटाः सन्ति इति. तर्हि चक्षुर्भिन्न इन्द्रियेण सङ्ख्यायाः ग्राह्यत्वं भवति. सो तत्र द्वितीयदलं पश्यामः चेत् तत्र द्वितीयदलं किं? द्वितीयदलं तत्र चक्षुर्भिन्न इन्द्रियनिष्ठ ज्ञान अभावः, ज्ञानस्य अभावः. परन्तु तत्र त्वगिन्द्रियेण सङ्ख्यायाः ज्ञानं भवति, तर्हि तत्र अभावः नास्ति, तर्हि तत्र अतिव्याप्तिः न भवति. तत्र यदा तत्र द्वितीयदलं स्वीकुर्मः चेत् तस्य तत्र सङ्ख्यायाः यत् अतिव्याप्तिः अस्ति तस्य निवारणं भवति. इति प्रथमांशः. माला भगिनी बुद्धं वा? आम् इदानीं बुद्धं भगिनी. कुत्र अतिव्याप्तिः निवारिता? द्वितीयदले चक्षुर्भिन्न इन्द्रियेण अग्राह्यम् इति लक्षणमस्ति, अतः अत्र अतिव्याप्ति न भवति. किमत्र अतिव्याप्ति न भवति? कुत्र भिन्न इन्द्रियेण अपि ग्राह्यं भवति अतः न अतिव्याप्तिः. हा न अतिव्याप्तिः कुत्र? संख्यायां. हा तावदेव सम्यक्. तर्हि संख्यायां या अतिव्याप्तिः सा अतिव्याप्तिः तु निवारिता. अनन्तरं दर्शितं च अन्धदृष्टान्तेन संख्यायाः त्वगिन्द्रियेण प्रत्यक्षम् एवं वयम् उक्तवन्तः खलु. एवमपि गुरुत्वे अतिव्याप्तिः. वयं पूर्वं दृष्टवन्तः द्वितीयदले चक्षुर्भिन्न इन्द्रियैः अग्राह्यत्वं, तत्र गुरुत्वम् अस्ति अतिव्याप्तिः. चक्षुर्वे अतिव्याप्तिः. आम् आम्. किमर्थम् इत्युक्ते केनापि इन्द्रियेण गुरुत्वं न ग्राहितुं शक्नुमः, अतः तत्र अतिव्याप्तिः भवति. तथा च तत्र चक्षुर्भिन्न इन्द्रियं यत् त्वग् इन्द्रियं तत् जन्य प्रत्यक्षविषयत्व अभावः वर्तते. एवं गुरुत्वं गुण इति गुणत्वरूपं दलमपि वर्तते. गुणत्व इदानीं तृतीयम् अस्ति गुणत्वं, तृतीयदलम् अस्ति गुणत्वं. गुरुत्वमपि गुणः, तत्र गुणत्वरूपं. गुरुत्वम् इति गुणः अस्ति, तर्हि गुणत्व सत्यं गुणत्वरूपम् अपि वर्तते वर्तते, अतः गुरुत्वे अतिव्याप्तिः. हा इदानीं दलद्वयं द्वितीयदलं तृतीयदलम् इत्यस्मिन् प्रकारे एते द्वे दले अपि वर्तेते गुरुत्वे खलु. यथा भवत्या उक्तं चक्षुः गुरुत्वं तु अतीन्द्रियं, तर्हि चक्षुर्भिन्नेन्द्रियेण अपि न ग्रहीतुं शक्नुमः. अनन्तरं गुणत्वम् अपि अस्ति, तर्हि गुरुत्वे अतिव्याप्तिः. आम्. तस्य निवारणाय किम्? अग्रे पठतु. तद्वारणाय प्रथमदलमपि दातव्यं. प्रथमदलमस्ति चक्षुर्ग्राह्य चक्षुर्ग्राह्यत्वं तावदेव. आम्. गुरुत्वे द्वितीयतृतीययोः दलयोः सत्त्वे अपि आद्यं चक्षुर्जन्यप्रत्यक्षविषयत्वरूपं चक्षुर्ग्राह्यत्वं नास्ति इति न अतिव्याप्तिः. प्रश्नः अस्ति वा कस्यचित्? अस्तु माला भगिनी वदतु अत्र किम् अस्ति. गुरुत्वे द्वितीयतृतीययोः दलयोः उच्चैः एव पठतु, चिन्ता नास्ति, सर्वे शृण्वन्ति. गुरुत्वे द्वितीयतृतीययोः दलयोः सत्त्वे अपि आद्यं चक्षुर्जन्यप्रत्यक्षविषयत्वरूपं चक्षुर्ग्राह्यत्वं नास्ति इति न अतिव्याप्तिः. गुरुत्वे गुरुत्वं वयं चक्षुषा अपि न ग्रहीतुं शक्नुमः. तर्हि गुरुत्वे चक्षुर्ग्राह्यत्वम् अस्ति वा? नास्ति एव खलु. आम्. अत्र एव अत्र उक्तं सत्त्वे अपि इति यदस्ति तत्र यद्यपि तथापि इति योजयतु. प्रायः तद् सः प्रयोगः सुलभः स्यात्. यद्यपि गुरुत्वे द्वितीयतृतीयः दलद्वयं वर्तते तथापि चक्षुर्ग्राह्यत्वं नास्ति इति कृत्वा तत्र नास्ति अतिव्याप्तिः इति एव अस्ति. तदर्थं दलत्रयस्य आवश्यकता अस्ति. उत्तमं वा सर्वैः? अस्तु तर्हि राजेन्द्रमहोदय अग्रे पठति किम्? आं भगिनि. अतः एक एकस्य दलस्य प्रथमद्वितीयदलयोः प्रथमतृतीयदलयोः द्वितीयतृतीयदलयोः च लक्षणत्वे अतिव्याप्तिर्भवति इति चक्षुर्ग्राह्यत्वे सति चक्षुर्विने इन्द्रियग्राह्यत्वे सति गुणत्वम् इति रूपलक्षणं प्रवेशयति. क्षम्यतां भगिनि, किमस्ति? पर्यवस्यति. पर्यवस्यति, पर्यवस्यति इति बुद्धं स्यात्. इदम् इदानीं यथा वयं पूर्वं दृष्टवन्तः, यथा वयम् एकैकं दलं स्वीकृत्य अथवा प्रथमद्वितीयदलं स्वीकृत्य तृतीयदलं स्वीकृत्य अथवा द्वितीयतृतीयदलं स्वीकृत्य तो तत्र अतिव्याप्तिर् भवत् अस्ति. परन्तु यदा चक्षुर्ग्राह्यत्वे अपि सति तदपि योजयामः, तत् चक्षुर्विने इन्द्रियग्राह्यत्वे सति गुणत्वम् अपि गुणत्वम् इति रूपलक्षणं प्रवस्यति. तत् तत् तत् ग्रहणेन तत् प्रथम दलं गृहीत्वे तत्र रूपलक्षणं तत् हा इत्युक्ते दलत्रयस्य आवश्यकता वर्तते इति दर्शितम्. अस्तु अग्रे पठतु महोदय. सति सति इत्युक्ते कण्डिशन् चक्षुर्ग्राह्यत्वे सति चक्षु सति सति इति सति सप्तमी अस्ति. सत् इति अस्ति खलु, सत् इति शत्रन्त, तस्य सप्तमी विभक्ति सति इति. सति सप्तमी प्रयोगः, सति सति इति वदामश्चेत् कण्डिशन् इति न, अस्ति अस्ति इति चिन्तयतु. लक्षणस्य एवं विद्भागेषु सत्सु यद्भागावसाने सति इति पदं भवति. तद्भागस्य सत्यनत्तम् इति व्यवहारः न्यायग्रन्थेषु भवति. तत्रापि प्रथमभागस्य अन्त्यन्तं द्वितीयभागस्य द्वितीय सत्यन्तम् इति रीत्या व्यवहारः दृश्यते. वायुनिरूपण अवसरे तु एकं सत्यन्तम् इति न तत्र प्रथमादि पदप्रयोगः इति विशेषः. तत् किञ्चित् स्मरामि, स्वरूपमहोदय उक्तवान् वारं वारं सतिप्रयोगं करणीयं, यथा चक्षुर्मात्र सति चक्षुर्गायत्वे सति तथा करणीयं. परन्तु सम्यक् रीत्या न वक्तुं शक्नोमि किम् अस्ति अत्र. अस्तु अन्य कोऽपि सहायं करोति वा? अखिला भगिनी अस्ति किम्? आम् अस्मि भगिनि. तत्र सति इत्युक्ते तत्र सत्यन्तमिति तत्र एतत् व्यवहारः तु न्यायशास्त्रे यदा एकमेव दलं न, अनेके दलः अस्ति चेत् तत्र यदा लक्षणवाक्यं वदामः तत्र इति सत्यन्तम् इति एतत् प्रयोगं पश्यामः एव. तद् यथा वायु लक्षणे वयं पूर्वं दृष्टवन्तः, तत्र तु स्थलद्वयमस्ति दलद्वयमस्ति दलद्वयमस्ति इति कारणात् तत्र एकमेव सत्यन्तं भवति. तत्र यथा रूपरहितत्वे सति स्पर्शत्वम् इति तत्र एकमेव सत्यन्तं पश्यामः. तत्र रूपस्य लक्षणे तु तत्र यदा वयं दृष्टवन्तः तत्र दलद्वयमस्ति, तत्र चक्षुर्ग्राह्यं चक्षुर्मात्रग्राह्यम् अन्तृतीयमस्ति गुणत्वम् इति. तर्हि तत्र यदा चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्न चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वे सति गुणत्वम् इति तत्र दलद्वयम् अस्ति इति कारणात् तत्र सति द्वयम् आगच्छति तत्र यदा वयं लक्षणवाक्यं वदामः चेत् तत्र सम्यक् तथैव अस्ति तर्हि गुणनिरूपणस्य चतुर्मात्रग्राह्यो गुणो रूपम् इति लक्षणवाक्यमस्ति अत्र सति चतुर्ग्राह्यत्वं प्रथम सति चक्षुर् भिन्न इन्द्र मात्र ग्राह्यत्वम् इति अपि सति हा तर्हि चक्षुर्ग्राह्यत्वम् इति एकं खलु चक्षुर्मात्रग्राह्यत्वं मम प्रश्नः चक्षुर्ग्राह्यत्वे सति चक्षुर्मात्रग्राह्यत्वे एकनिमिषः हा अवगच्छामि भवतः प्रश्नः कः चक्षुर्मात्र इत्यस्य स्थाने चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् इति योजितं तावदेव मात्र इत्यस्य अर्थः एव इति अस्ति खलु नाम चक्षुर्भिन्न इन्द्रियेण न गृह्यते तदर्थमेव तृतीयं दलमस्ति चक्षुर्भिन्नेन्द्रिय अग्राह्यत्वम् अग्राह्यत्वम् इति समानार्थः एव सत्यम् इति सत्यन्तम् इति वदति यत्र कुत्रापि सति सति इति भवति सः भागः सत्यन्तम् इति भवति लक्षणवाक्येषु अस्तु अग्रे अखिला भगिनी पठति वा भगिनी एकनिमिषम् अस्तु अस्तु प्रश्नः अस्ति किम् अन्तिमवाक्यं किञ्चित् प्रतिपादयतु भगिनि वायुनिरूपण अवसरे तु एकं सत्यन्तम् इति न तत्र प्रथमादिपदप्रयोगः इत्युक्ते हा अत्र अस्ति किं वायोः लक्षणवाक्यं किम् अस्ति रूपरहितत्वे सति स्पर्शत्वं स्पर्शवत्वम् इति तत्र दलद्वयमेव खलु तत्र एकमेव सत्यन्तं भवति इति कृत्वा तत्र प्रथमसत्यन्तं द्वितीयसत्यन्तम् इति नास्ति तावदेव प्रथमादिपदप्रयोगः इत्युक्ते अत्र पश्यति चेत् रूपस्य लक्षणवाक्ये चक्षुर्ग्राह्यत्वे सति चक्षुर्भिन्नेन्द्रियग्राह्यत्वे सति तत्र सत्यन्तद्वयमस्ति खलु हा परन्तु वायोः लक्षणे सत्यन्तद्वयं नास्ति एकमेव अस्ति भगिनि तत्र तस्य पूर्ववाक्यं पश्यतु भगिनि तत्रापि प्रथमभागस्य प्रथमसत्यन्तं द्वितीयभाग्यस्य द्वितीयसत्यन्तम् इति रीत्या व्यवहारः दृश्यते तत्र सत्यन्तं द्वयमस्ति इति कारणात् तत्र प्रथमसत्यन्तं द्वितीयसत्यन्तम् इति वदामः परन्तु वायुनिरूपणावसरे एकमेव सत्यन्तम् अस्ति इति कारणात् तत्र प्रथमसत्यन्तं द्वितीयसत्यन्तम् इति पदप्रयोगः नास्ति इति प्रथमं द्वितीयं तृतीयम् इति नास्ति एकमेव अस्ति इति अत्र दलत्रयमस्ति अतः सत्यन्तं द्वयमस्ति खलु सत्यं भगिनि दलत्रयमस्ति तदर्थं सत्यन्तं द्वयम् अस्तु अस्तु अखिला भगिनी अग्रे पठति वा इदमेव च पशुलक्षणे त्वकेन्द्रियमात्र मात्रग्राह्यो गुणः स्पर्शः इत्यत्र इत्यत्रापि त्वगिन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्वं त्वग्भिन्नेन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षविषयत्व अभावः गुणत्वमिति त्रीणि दलानि तत्र प्रथमदलं त्वगिन्द्रियग्राह्यत्वमात्र उक्तौ घटे अतिव्याप्तिः द्वितीयं त्वग्भिन्नेन्द्रिय अग्राह्यत्वमात्र उक्तौ गुरुत्वे अतिव्याप्तिः गुणत्वमात्र उक्तौ रसादौ सर्वत्र अतिव्याप्तिः तत्र त्वगिन्द्रियस्य क्षम्यतां स्पर्शः इति गुणस्य लक्षणवाक्यं पश्यामः चेत् तत्र लक्षणवाक्यमस्ति त्वगिन्द्रियमात्रग्राह्यः गुणः स्पर्शः इति. अत्र अपि तत्र दलद्वयं वर्तते, क्षम्यतां दलत्रयं वर्तते, त्वगिन्द्रियग्राह्यं त्वग्भिन्न अन्येन्द्रिय त्वग्भिन्नेन्द्रिय अग्राह्यं गुणत्वम् इति दलत्रयम् अस्ति. केवलं प्रथमदलं पश्यामः चेत् तत्र त्वगिन्द्रियग्राह्यत्वम् इति पश्यामः चेत् तत्र घटत्वे घटे अतिव्याप्तिः भवति, यथा वयं पूर्वं दृष्टवन्तः. त्वग्भिन्नेन्द्रिय त्वग्भिन्नेन्द्रिय अग्राह्यम् इति पश्यामः चेत् तत् अतीन्द्रियविषयः यथा गुरुत्वं गुरुत्वविषये दृष्टवन्तः तद्भवति, तर्हि गुरुत्वे तत्र अतिव्याप्तिः भवति. केवलं गुणत्वम् इति पश्यामः चेत् तत्र अन्य गुणेषु तत्र रसादि अन्यगुणेषु तु तत्र अतिव्याप्तिः भवति एव. इति सुलभमेव अस्ति, यथा उच्यताम् न भगिनि न एवमस्ति, यथा रूपस्य विषयः आसीत् तथैव स्पर्शस्य त्रीणि दलानि, अपि च कुत्र कुत्र एकमेकं दलं स्वीकुर्मश्चेत् कुत्र कुत्र अतिव्याप्तिः इति भगिन्या उक्तं, यथा रूपस्य विषये अतिव्याप्तिः आसीत् तथैव स्पर्शस्य विषये अपि. अत्र नूतनं किमपि नास्ति, तर्कः तथा एव, यथा रूपस्य आसीत् तथैव अस्ति. अस्तु अस्तु महोदय, गोपालमहोदय अग्रे पठति वा? कुत्र ग्राह्य एवम् एवं प्रथमं द्वितीयदले त्वगिन्द्र ग्राह्यत्वं त्वग्भिन्नेन्द्रिय अग्राह्यत्वं च निवेशयामश्चेत् स्पर्शत्वजातो अतिव्याप्तिः. एवं पूर्वमेवं स्पर्शत्वं अतिव्याप्तिः कदा भवति? त्वगिन्द्रिय ग्राह्यत्वं तत्र स्पर्शत्वं त्वग्भिन्नेन्द्रिय अग्राह्यत्वं तत्र. अस्तु, अत्र प्रश्नः अस्ति त्वगिन्द्रियग्राह्यत्वम् अपि च त्वग्भिन्नेन्द्रिय अग्राह्यत्वं, एतद् दलद्वयं कुत्र कुत्र अस्ति? दलद्वयं कुत्र कुत्र इति प्रश्नः, त्वगिन्द्रियग्राह्यत्वं कुत्र अस्ति? स्पर्शे अस्ति खलु, स्पर्शे अस्ति, त्वग्भिन्नेन्द्रिय अग्राह्यत्वमपि स्पर्शे अस्ति. स्पर्शे अस्ति, पुनः स्पर्शत्वजातिः इति यद् अस्ति तस्मिन् अस्ति वा एतद् दलद्वयं? स्पर्शत्व जातो स्पर्शत्वजाति अन्यत्र महोदय, यथा भवता एव पठितं खलु रूपत्वजाति, स्पर्शत्वजाति अति केवलं त्वगिन्द्रिये ग्राह्य प्रथमदले अपि अस्ति, द्वितीयदले न अस्ति. अस्तु, अन्य को अहं वदामि वा? अस्तु वदतु भगिनि. यदा यथा वयं रूपस्य निरूपणे वयं दृष्टवन्तः चक्षुरिन्द्रियेण रूपं ग्राह्यते, अपि च रूपत्वम् इति जातिरपि ग्राह्यते, तथा एव अत्र स्पर्शत्वजाति अपि गृह्यते, अतः व्याप्तिः त्वगिन्द्रियेण समानमेव. उत्तमं वा महोदय? तर्हि प्रथमद्वितीयम् इति दलस्य स्वीकारेण स्पर्शत्वजातौ अतिव्याप्तिः अस्ति. अस्तु अग्रे. सापि हि त्वचा दृश्यते नेतरेण न इतरेण इन्द्रियेण, सापि न इतरेण इन्द्रियेण. एवं प्रथमद्वितीय पेजेन त्वगिन्द्रियग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्यायाम् अतिव्याप्तिः दर्शितरीत्या दर्शितरीत्या सङ्ख्यायाम् अतिव्याप्तिः इत्युक्ते पूर्वं दृष्टवन्तः खलु आम् स्वकेन्द्रे ग्राह्यत्वं गुणत्वं च लक्षणं चेत् दर्शितरीत्या सङ्ख्यायाम् अतिव्याप्तिः सङ्ख्यायाम् अतिव्याप्तिः इत्युक्ते त्वगिन्द्रियः अपि ग्राह्यते अपि च सङ्ख्यागुणः अपि गुणत्वमपि अस्ति सङ्ख्यायाम् इति कृत्वा सङ्ख्यायाम् अतिव्याप्तिः अस्तु अनन्तरम् अनन्तरं द्वितीयतृतीयदलयोजनेन त्वग्भिन्नेन्द्रिय अग्राह्यत्वं गुणत्वं च इति दलयोः उपादाने पूर्ववदे पूर्वदेव गुरुत्वे अतिव्याप्ति गुरुत्वं केनापि इन्द्रियेण न ग्राह्यते तत्र गुणत्वम् इति उपयुज्यते तत्र गुरुत्वे अतिव्याप्तिः भवति तदपि गुणत्वं गुरुत्वमपि गुरुत्वे गुणत्वम् अस्ति तत्रापि अतिव्याप्तिः भवति सत्यं तस्मात् तस्मात् त्रयाणमपि दलानामस्ति अपेक्षा आहत्य रूपस्पर्शलक्षणचित्रप्रकारस्तु एवं स्यात् तत्र एवं चित्र आहत्य रूपस्पर्शलक्षणचित्रप्रकारस्तु एवं स्यात् तत्र चित्रं पश्यतु चक्षुः सत्यम् अग्रे चित्रमस्ति परन्तु यथा रूपलक्षणे तथैव स्पर्शलक्षणे अपि दलत्रयम् आवश्यकम् एव इति अस्तु अन्य कोऽपि चित्रं करोति वा अजितमहोदय प्रयत्नं करोति किम् अस्तु भगिनि त्वगिन्द्रियविषये एव प्रथमचित्रं चक्षुनिष्ठ चक्षुनिष्ठजनकता निरूपितजन्यता आश्रयः प्रत्यक्षं निष्ठता विषयिता निरूपित विषयता आश्रयः रूपम् एवं वदतु चक्षुनिष्ठजनकता निरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयिता निरूपितविषयताश्रयत्वे सति पुनः तत्र द्वितीयभागं किमस्ति चक्षुभिन्नेन्द्रिय निष्ठजनकता निरूपितजन्यताश्रय प्रत्यक्षनिष्ठविषयिता निरूपितविषयताश्रयः विषयिताभाव आश्रयत्वे सति गुणत्वं रूपस्य विषयदाभाव आश्रयत्वेन सति गुणत्वं रूपस्य लक्षणम् इति त्रयः अंशाः अपि योजनीयः प्रथमं कीदृशी विषयता अस्ति अनन्तरं कीदृशी विषयताभावः तदनन्तरं गुणत्वं रूपस्य लक्षणम् इति तथैव स्पर्शस्य लक्षणवाक्यं कोऽपि वदति वा का वदति लक्ष्मी भगिनी किं वदतु त्वक्किन्द्रियं निष्ठजनकता निरूपित जन्यता प्रत्यक्षं त्वगिन्द्रियनिष्ठजनकता निरूपित जन्यता निष्ठ प्रत्यक्षनिष्ठ तथा वदतु क्षम्यतां जन्यता आश्रय प्रत्यक्षनिष्ठविषयिता निरूपित विषयता आश्रय विषयता आश्रय स्पर्श स्पर्शत्वं सति विषयता एकनिमिषः विषयता आश्रयत्वे सति ओ विषयता आश्रयत्वे सति त्वग्भिन्न इन्द्रियनिष्ठजनकता निरूपितजन्यता जन्यता आश्रय प्रत्यक्ष प्रत्यक्षनिष्ठविषयिता निरूपितविषयता विषयता एकनिमिषः विषयता अभावाश्रयत्वे सति गुणत्वं स्पर्शस्य लक्षणम् अस्तु, विषयता अभावः आश्रयत्वे सति गुणत्वं स्पर्शस्य लक्षणम्. हा, इति वाक्यं दीर्घवाक्यं भवति, लक्षणवाक्यम्. अस्तु, अग्रे किञ्चित् पठेम. जयन्ती भगिनी पठति वा? आं भगिनि, श्रूयते वा इदानीम्? हा, श्रूयते श्रूयते. ग्राह्यपदयुक्तानाम् इतरलक्षणानां निरूपणम्. एतावता रूपलक्षणप्रकारः स्पर्शलक्षणप्रकारः च चिन्तितः. इतश्च तर्कसङ्ग्रहे यानि ग्राह्यपदयुक्तानि लक्षणानि तानि सर्वाणि व्याख्यासौकर्याय इह एव चिन्तयामः. लक्षणे ग्राह्य इति पदम् अस्ति चेत् प्रत्यक्षनिष्ठविषयतानिरूपितविषयता अथवा तादृशविषयतावत्त्वम् इति अर्थः लभ्यते. तदर्थे प्रत्यक्षे ग्राह्य इति पदात्वपूर्वं यत् इन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्शयते चेत् लक्षणम् अवगतं भवति. यथा ग्राह्यो गुणो गन्धः इति गन्धलक्षणे ग्राण इति इन्द्रियनिर्देशः. अतः ग्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे. तादृशप्रत्यक्षनिष्ठविषयितानिरूपितविषयता गन्धे इत्यर्थसिद्धिः. गुणत्वं च गन्धत्वं जातौ अतिव्याप्तिवारणाय निवेश्यम्. अस्तु भगिनि, उच्यता. ग्राह्यम् इति पदं लक्षणविषये रूपलक्षणविषये च वयं दृष्टवन्तः. यानि ग्राह्यपदनियुक्तानि लक्षणानि तानि सर्वाणि व्याख्यसौकर्याय इह एव चिन्तयामः. व्याख्यसौकर्याय इत्युक्ते भगिनि? विवरणसौकर्याय. अस्तु, नाम अत्र केवलं रूपस्पर्श इति न, ग्राह्ययुक्तपदानि लक्षणवाक्येषु केवलं रूपस्य लक्षणं स्पर्शस्य लक्षणम् इति न. अग्रे गत्वा अन्ये अपि सन्ति खलु, ग्राणग्राह्यो गुणोगन्धः, तथैव अग्रे अस्ति. लक्षणे ग्राह्य इति पदमस्ति चेत् प्रत्यक्षनिष्ठ अत्र यथा वयं वदामः किमपि लक्षणमस्ति, चक्षा वा त्वक्षा वा, तत् इन्द्रियनिष्ठ जनकतानिरूपितजन्यता आश्रयप्रत्यक्षनिष्ठविषयिता निरूपितविषयता इति वयम् इति वाक्यमस्ति. विषयतायाः आश्रयः रूपे वा? अत्र एकमस्ति, ग्राह्य इति पदमस्ति खलु, तस्य अर्थः कः? प्रथमं तु पठितवती किल प्रत्यक्षनिष्ठ इति, पठतु. न, लक्षणवाक्य लक्षणे ग्राह्य इति पदमस्ति चेत् तस्य अर्थः एवमस्ति, पठतु प्रत्यक्षनिष्ठ. लक्षणे ग्राह्य इति पदमस्ति चेत् प्रत्यक्षनिष्ठविषयितानिरूपितविषयता अथवा तादृशविषयतावत्त्वम् इति अर्थः लभ्यते. ग्राह्य इति पदप्रयोगेण अन्तिमे विषयता इति पदमायाति. अतः विषयतावत्त्वम् इति लक्षणं कस्मिंश्चित् अस्ति इति खलु? हा, उत्तमं, तथैव अस्ति. तथा किमर्थम् उक्तं वत्त्वम् इति? मतुप् कृत्वा तदा तल् प्रत्ययः योजितः. वयं दृष्टवन्तः खलु गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणं, केवलम् आधाराधेयभावः स्थापनार्थम्. रूपम् इति अधिकरणं तस्मिन् काचित् विषयता अस्ति खलु, प्रत्यक्षनिष्ठविषयिता निरूपितविषयता कुत्र अस्ति? रूपे अस्ति. तस्य सुदृढतया अधिकरणं किम् अपि च आदेयः कः इति प्रदर्शनार्थं तत्र वत्वम् इति अस्ति, विषयता वत्वम् इति अर्थः. अस्तु अग्रे. अत्र ग्राह्यम् इति पदम् अस्ति चेत् तत्र किमपि आश्रयः अस्ति, किमपि आधेयः अस्ति इति विषयता विषयतावत्त्वम् अस्मिन् आश्रये अस्ति इति. ग्राह्य इति पदम् अस्ति चेत् विषयता इति कुत्रचित् अस्ति, अपि च विषयतावत्त्वम् इति धर्मः कुत्रचित् अस्ति इति अर्थः लभ्यते. तदर्थे प्रत्यक्षे ग्राह्य इति पदात् पूर्वं यद् इन्द्रियं निर्दिष्टं भवति तन्निष्ठजनकतानिरूपितजन्यता प्रदर्शयते चेत् लक्षणम् अवगतं भवति. अत्र इन्द्रियम् इति पदं योजितम् अस्ति. कस्मिंश्चित् इन्द्रिये जनकता अस्ति, तथा जनकता निरूपितजन्यता आश्रयप्रत्यक्षं इन्द्रिये अस्ति इति. सत्यं, तद् किमपि भवतु, सा जन्यता यत्र कुत्रापि अस्ति तस्य प्रदर्शनं भवति चेत् लक्षणम् अवगतं भवति. प्रथमतया प्रत्यक्षम् इति निर्दिश्य तदनन्तरं प्रत्यक्षनिष्ठ विषयिता निरूपितविषयता आश्रयः इति वदामः खलु, तदेव अस्ति अत्र. अग्रे पठतु. यथा ग्राणग्राह्यो गुणो गन्धः इति गन्धलक्षणे ग्राण इति इन्द्रियनिर्देशः, अतः ग्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता ग्राह्यपदबोध्ये प्रत्यक्षे, तादृशप्रत्यक्षनिष्ठविषयतानिरूपितविषयता गन्धे इत्यर्थसिद्धिः. अत्र ग्राणम् इति भिन्न किं लक्षणं स्वीकृत्य ग्राणमिति इन्द्रियं, ग्राणमिति इन्द्रियम् अस्ति. इन्द्रियं ग्राणमिति, हा ग्राणं नासिका इन्द्रियम्, अपि च लक्षणम् अस्ति ग्राणग्राह्यो गुणः इति लक्षणं. लक्ष्यं किम्? लक्षणं ग्राणग्राह्यो गुणः इति लक्षणं किम्? गन्धः. गन्धः, गन्धः खलु, गन्धस्य विषये अधुना चर्चा जायमाना अस्ति. गन्धः इति गुणः एव अस्माकं लक्ष्यं, ग्राणग्राह्यो गुणो गुणः इति तस्य लक्षणं. तदेव चित्ररूपेण अत्र अस्ति, भवत्या पठितमपि. इदानीं चित्रं निर्दिशति वा किञ्चित्? ग्राणेन्द्रियनिष्ठजनकतानिरूपितजन्यता आश्रय प्रत्यक्षं निष्ठविषयितानिरूपितविषयताश्रयत्वे सति गन्धः. न, एकनिमिष, विषयताश्रयत्वे सति गुणत्वं गन्धस्य लक्षणं. विषयताश्रयत्वे सति गुणत्वं गन्धस्य लक्षणम् एवम् अस्ति. अत्र अवधेयं यत् अत्र गन्धस्य वदतु महोदय. सति इति आवश्यकं वा विषयता? सत्यं महोदय, अत्र कति दलाः, कति दलानि सन्ति इति पश्यतु. ग्राणग्राह्य दलद्वयं, तर्हि दलद्वयम् अस्ति चेत् न्यूनातिन्यूनम् एकं सत्यन्तम् आवश्यकमेव खलु. ग्राणग्राह्यत्वे सति गुणत्वं गन्धस्य लक्षणम् इति. अत्र अवधेयं यत् ग्राणमात्रग्राह्यो गुणः इति न उक्तम्. किमर्थं चेत् गन्धः इति यः गुणः अस्ति तद् न केनापि इन्द्रियेण गृह्यते. अत्र दलद्वयमेपि पर्याप्तम्. हा, दलद्वयमेव पर्याप्तं. तत्र एकवारं पञ्चाशत्तमे पुटे पश्यन्तु. पञ्चाशत् पञ्चाशत्तमे पुटे तत्र एकः कोष्टकः अस्ति खलु, द्रव्यगुण उभयोः ग्राहकाणि गुणमात्रग्राहकाणि इति. तत्र पश्यन्ति चेत् ग्राणरसनश्रोत्रमिति केवलं गुणं गृह्यन्ते, परन्तु चक्षुः त्वक् मनः इति द्रव्यगुण उभयमपि गृह्णन्ति. चक्षुः घटं पश्यति चेत् चक्षुः घटमपि गृह्णाति, रूपमपि गृह्णाति, परन्तु घ्राणं तथा नास्ति. घ्राणं केवलं गृह्णाति, गुणमेव गृह्णाति इति कृत्वा घ्राणग्राह्यो गुणो गन्धः, रसनग्राह्यो गुणो रसः, अथवा श्रोत्रग्राह्यो गुणो शब्दः इति लक्षणवाक्यं दलद्वयम् एव वर्तते. इति अस्ति भगिनी, अत्र केवलं गुण गुणमेव ग्राह्य गुणग्राह्यमेव भवति इति कारणात् तत्र अन्य केनापि अन्येन केनापि अतिव्याप्ति न भवति इति दलद्वयमेव. सत्यं सत्यं, ग्राणेन केवलं गन्धः गृह्यते, परन्तु गन्धः कस्मिंश्चित् अस्ति चेत्, गन्धः पुस्तके अस्ति चेत् अथवा गन्धः लेखन्याम् अस्ति चेत् ग्राणेन तद् द्रव्यं न गृह्यते, केवलं गन्धः गृह्यते, तस्य द्रव्यस्य गन्धः गृह्यते. अस्तु, इति एव प्रदर्शितमस्ति तस्मिन् कोष्टके पञ्चाशत्तमे पुटे, द्रव्यगुणोभयग्राहकाणि अपि च गुणमात्रग्राहकाणि इति. अस्तु तर्हि, तथैव यथा गन्धस्य लक्षणमासीत् तथैव रसस्य शब्दस्य अपि. माला भगिनी अग्रे रसस्य वाक्यं वदति वा, रसस्य लक्षणवाक्यम्? आं भगिनि, रसन इन्द्रियेण इन्द्रियजनकतानिरूपितजन्यताश्रयप्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयिताश्रयत्वे सति गुणत्वं रसस्य लक्षणम्. अस्तु, बहु सम्यक्, अग्रे अपि भवती एव वदतु, समापयामः तदनन्तरं. श्रोत्रग्राह्यो गुणः शब्दः इति शब्दलक्षणे, श्रोत्र इन्द्रियनिष्ठजनकतानिरूपितजन्यताश्रयप्रत्यक्षं तन्निष्ठविषयितानिरूपितविषयताश्रयत्वे सति गुणत्वं शब्दस्य लक्षणम्. इति लक्षणवाक्यानि सन्ति गुणानाम्. अत्र कोऽपि प्रश्नः वा, गोपालमहोदय, प्रश्नः आसीत् किम्? नास्ति. अस्तु तर्हि, प्रश्नः न सन्ति चेत् विरमामः. धन्यवादः. धन्यवादः भगिनी. धन्यवादः.